सत्कारमानपूजार्थम् तपोदम्भेन चैव यत् क्रियते तदिह प्रोक्तम् राजसञ्चलमद्रिवम् मूढग्राहेणात्मनो यत् पीडया क्रियते तपः परस्य साधनार्थम् वा तत्तमसमुदाहृतम् दातव्यमिति यद्दानम् दीयतेनुपकारिणे देशे काले च पात्रे च तद्दानम् सात्विकम् स्मृतम् यत्तु प्रत्योपकारार्थम् फलमुद्दिश्य वा पुनः दीयते च परिक्लिष्टम् तद्दानम् राजसंस्मृतम् अदेशकाले यद्दानम् अपात्रेभ्यश्च दीयते असत्क्रियामवज्ञातम् तत्तामसमुदाहृतम् ॐ तत्सत्तिति निर्देशो ब्रह्मणस्त्रिविदस्मितः ब्रह्मणस्तेन वेदश्च यज्ञश्च विहितः पुरा तस्मादेमित्युदाहृत्य यज्ञदानतपक्रियः प्रवर्तन्ते विधानोक्तः सततम् ब्रह्मवादिनाम् तदित्यालाभिसन्धाय फलम् यज्ञतपः क्रियः दानक्रियाश्च विविधः क्रियन्ते मोक्षकाङ्क्षिभिः सर्वावे साधुवावे च सदिते तत्प्रयुज्यते प्रशस्ते कर्मणि तथा सशब्दः पातयुज्यते यज्ञे तपनिदाने च स्थितिः सदिति चोच्यते कर्म चैव तदर्थीयम् सदित्येवाभिधीयते अश्रद्धया हुतम् दत्तम् तपस्तप्तम् कृतम् च यत् असदित्युच्यते पार्थ न च तत्प्रेत्य नोरिह इति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायाम् योगशास्त्रे श्रीकृष्णार्जुनसंवादे श्रद्धात्रयविभागयोगो नाम सप्तदशोऽध्यायः।